सर्वे नमः. गतवर्गे वयम् अपि इति पदस्य यत्र अपि इति पदं यानि येषु वाक्येषु उपयोगं कृतमस्ति तद् बहूनि तादृशानि वाक्यानि दृष्टवन्तः गतवर्गे. तत्र पुटसङ्ख्या 140-141 मध्ये तत्र वयं दृष्टवन्तः तत्र अपि इति तस्य केवलम् एकः एव अर्थः इति नास्ति, किन्तु अनेकाः अर्थाः भवन्ति इति. अतः तत्र इदानीम् अहं चिन्तयामि तत्र एव इति पदं कर्तव्यमस्ति. अस्तु, तदेव कुर्मः. अस्तु, रघुपतिमहोदय नमस्कारः. नमस्कारः महोदय. नमस्कारः, सुप्रभातम्. चिन्ता मास्तु महोदय. भानुचेतनी महोदय अपि आगतवान्, किन्तु प्रायशः पुनरागच्छति इति मन्ये. अस्तु, तत्र गतवर्गे वयं केवल अनेकानि भगवद्गीतायाः वाक्यानि दृष्टवन्तः. तत्र प्रायशः अवधेयम् इति तत्र स्मः इति मन्ये. तदनन्तरम् इदानीम् एव इति पदस्य अवलोकनम् इति मन्ये. अस्तु, तत्र बनचितनी महोदय नमस्कारः. हरि ओं महोदय. नमस्कारः. हरि ओं महोदय, नमस्कारः. अस्तु, तर्हि तत्र अन्द्रेश् महोदय, तत्र अवधेयम् इति पुटसङ्ख्या 141 मध्ये तत् पठति वा? अवधेयं न, तस्य उपरि महोदय, तस्य उपरि उपरि प्रथम अवधेयं तत्र. क्षम्यताम्. अवधेयम् अपि इति अव्यस्य प्रयोगः सप्तभिः विभक्तिभिः युक्तेषु वाक्येषु अपि शक्यः. तत्र अपि इति केवलं प्रथमविभक्तौ एव भवति इति नास्ति खलु, तत्र समूहस्य किमपि अस्ति. तत्र वयं दृष्टवन्तः वाक्येषु तत्र द्वितीयविभक्ति वा सप्तमीविभक्ति वा षष्टिविभक्ति वा किमपि भवितुम् अर्हति. अतः तत्र सप्तभिः विभक्तिभिः युक्तेषु वाक्येषु अपि इति प्राव्ययस्य प्रयोगः भवति. अस्तु, तत्र कोऽपि वदति वा कुत्र द्वितीयाविभक्ति युक्तेषु वाक्येषु द्वितीयाविभक्तिभिः युक्तेषु वाक्यं युक्तेषु वाक्येषु इति तादृशवाक्येषु कोऽपि उदाहरणं कोऽपि दातुं शक्नोति वा? यत्र वयं कृतवन्तः अपि इति पदमस्ति, अपि तत्र समूहः तत्र द्वितीयविभक्तौ अस्ति. स्वधर्मम् अपि अवेक्ष्य नारिकं किमर्थम्? कुत्र महोदय? 140 पेज् मध्ये अस्ति. स्वधर्मं द्वितीयम् अस्ति. स्वधर्ममपि च अवेक्ष्य अर्हसि. प्रायशः तदपि भवति. अस्तु महोदय. अपि षष्टि, षष्टि कुत्रापि भवति वा? षष्टि वयं किन्तु केवलं प्रथमविभक्ति अस्ति. पूर्वैः मुमुक्षुभिः अपि तत्र तृतीया अस्ति. तृतीया एव अस्ति. समीचीनं महोदय. अत्र केवलम् उदाहरणार्थं द्वितीया द्वितीयविभक्ति भवति, तृतीया पूर्वैः मुमुक्षुभिः अपि, तत्र तृतीया विभक्ति अस्ति. समीचीनं महोदय. अपि तत्र शत्रन्तमपि कुर्वन् कार्यं कुर्वन् अपि हा अपि अत्र एतत् कर्म कर्म विकर्म अपि ज्ञातव्यं तत्र ज्ञातव्यं ओ प्रायशः तत्र ज्ञातव्यं हा तत्र प्रायशः प्रथमविभक्तिः एव भवति अस्तु अस्तु द्वितीयविभक्तिः इति चिन्तितवान् किन्तु नास्ति हा अस्तु सर्वाणि शत्रन्त अपि च त्वा प्रत्यय तत्र भवति त्वा त्वा सोरि त्वा अपि त्वा अपि कुर्वन्नपि हा कुत्र अस्ति एकं तु अष्टादश अस्ति अष्टादश यस्य अष्टादश अस्ति यस्य अहङ्कारः नास्ति सः कृत्वा अपि न करोति हा त्वान्तरूपं हा तदपि समीचीनं भवति अस्तु तत्र कुत्रापि सप्तमी भवति वा सप्तमी दृष्टवन्तः इति चिन्तितवान् किन्तु कुत्र भगिनि एकविंशति मनुष्येषु इति अस्ति किन्तु तत्र तामसी अपि प्रकृतिः भवति तत्र अपि इति पदस्य अन्वयः सम्बन्धः कुत्र अस्ति इत्युक्ते सात्विकी राजसी तामसी तत्र तेषां विभक्ति का सात्विकी राजसी तामसी अपि प्रकृतिः भवति तत्र विभक्तिः प्रथमविभक्तिः एव हा मनुष्येषु तु सप्तमविभक्तिः अस्ति किन्तु तत्र अपि इति पदस्य सम्बन्धः तत्र समूहः यत्र अस्ति हा तेषां हा अहं चिन्तितवान् तत् प्रायशः अस्ति इति किन्तु हा अस्तु तत्र अर्जुनस्य मित्रम् अपि न भवति अर्जुनस्य वामहस्ते नास्ति स कृष्णः अर्जुनस्य सारथिः अस्ति मित्रम् अपि कृष्णः अर्जुनस्य मित्रम् अपि भवति वा कुत्र न भवति कृष्णः अर्जुनस्य सारथिः अस्ति मित्रम् अपि अस्ति हा तत्र तत्र हा अर्जुनस्य इति न मित्रं मित्रमेव अस्ति किन्तु हा तृतीय यत् भवान् उक्तवान् पूर्वैः मुमुक्षिभिः तादृशं वाक्यमपि पूर्वम् आसीत् खलु सः गुरुणा दुःखेनापि हा तत्र तृतीया एव भवति सः गुरुणा दुःखेनापि हा इति तत्र हा अस्तु किन्तु तत्र अवधेयम् इति अस्ति तत्र सप्तभिः विभक्तिभिः युक्तेषु वाक्येषु अपि इति पदं भवितुम् अर्हति सद्गुणाः सद्गुणाः रामेषु रामेषु न अपि च कृष्णेषु अपि भवन्ति इति हा इति तादृश तादृशवाक्यं सत्यं महोदय हा कृष्णे कृष्णे कृष्णे सारी कृष्णे रामे कृष्णे रामे अपि भवन्ति कृष्णे रामे अपि रामे अपि भवन्ति समीचीनं महोदय हा समीचीनम् उदाहरणं हा अतः तत्र विभक्ति केवलं प्रथमा द्वितीया इति सर्वदा इति किमपि नियमः नास्ति तत्र यत्किमपि या किमपि विभक्ति भवितुम् अर्हति तत्र अस्तु हा इदानीं तत्र वयं किं कृतवन्तः पूर्वं छ इति दृष्टवन्तः अपि इति दृष्टवन्तः इदानीम् एव इति भवति एव इति पदस्य पुनः तस्यापि बहु किमपि अर्थभेदाः सन्ति एव इति तत्र प्रथमतया तत्र बालचित्रि महोदय तत्र श्लोकम् अस्ति तत् पठति वा सर्वोपनिषदो गावो इति महोदय किं कः का अस्ति शैलजा भगिनी अस्तु शैलजा भगिनी नमस्कारः तत्र पुटसङ्ख्या 141 141 हा एव इति पदस्य पठामि वा महोदय? हा पठतु महोदय। सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः पार्थो वत्सुधीर्भोक्ता दुग्धं गीतामृतं महत्। हा तत्र अदो तत्र एव इति रक्तवर्णे दत्तमस्ति उपनिषदः एव गावः, श्रीकृष्णः एव दोग्धा, पार्थः एव वत्सः, बुद्धिमन्तः एव भोक्तारः। तत्र तत्र एव इति अर्थः पदस्य अर्थः किम् अस्ति अत्र? नित्यं नित्यं निश्चय सः एव। तत्र संशयः किमपि नास्ति, अन्यत् किमपि न भवितुम् अर्हति। उपनिषदः एव गावः, तत्र निश्चयेन इति एकः अर्थः अस्ति। अन्यत् किं तत्र उपनिषदः एव गावः, तद् वस्तुतः उपनिषदः गावः वा? उपनिषदः एव गावः, श्रीकृष्णः एव दुग्धः, पार्थः एव वत्सः, बुद्धिमन्तः एव भोक्तारः। अन्यस्य निवारणं करोति अत्र? हा तत्र तत्र एतद् एतादृशम् उपनिषदः गावः इति चिन्तयितुं शक्नुमः। गावः तादृश अर्थः अत्र अस्ति खलु? उपनिषदः गावः इव चिन्तयतु, श्री तादृशचिन्तनं भवति चेत् श्रीकृष्णः कः भवति? दोग्धा भवति। तत्र पार्थः किं भवति? पार्थः कः भवति? पार्थः वत्सः भवति। पार्थः श्रीकृष्णः किं करोति? उपनिषदः उपनिषदं बोधयति खलु? पार्थाय बोधयति, अतः श्रीकृष्णः दुग्धः अस्ति। सः दुग्धं स्वीकृत्य पार्थाय ददाति। अतः पार्थः एव वत्सः। तादृश पार्थः इव अन्ये के तत्र दुग्धं पिबन्ति? पाण्डवः अथवा अत्र तु तत्र श्लोके किम् अस्ति? पार्थः वत्सः सुदीः भोक्ता। सुदीः इत्युक्ते विद्वांसः, सुदी भोक्तारः, भोक्तृ पुल्लिङ्गपदं, भोक्तारः इति कर्तृ, कर्ता इति भोक्ता, योद्धारः भोक्तारः इति बहुवचनं। तृच् प्रत्यय तत्र नामपदमस्ति भगिनि? नामपदमस्ति तृच् प्रत्यय कृदन्तमस्ति। सत्यं सत्यं। किन्तु तत्र भोक्तृ इति पुल्लिङ्गपदं, ऋकारान्तपदं, कर्तृ इति तादृशपदं, भोक्ता इति एकवचने, कर्ता कर्तारौ कर्तारः, भोक्ता भोक्तारौ भोक्तारः, बुद्धिमान् बुद्धिमन्तौ बुद्धिमन्तः, भोक्ता भोक्तारौ भोक्तारः, बुद्धिमन्तः एव भोक्तारः। तत्र सुदी इति बुद्धिमान् अथवा विद्वांसः। तत्र दुग्धं किं उपनिषदेव सोरि दुग्धं तु दुग्धं उपनिषदः गावः सारा भगवद्गीता एव हा गीतामृतं महत् दुग्धं गीतामृतं महत् हा तत्र महत् इति किं भवति गीतामृतं महत् इति विशेषणं महत् अमृतं गीतामृतम् इति तत्र नपुंसकलिङ्गपदम् अस्ति महत् इति भवति हा पुल्लिङ्गे किम् अस्ति महान् स्त्रीलिङ्गे महति इति हा समीचीनं हा अतः तत्र एव इति पदस्य एकप्रसिद्धश्लोकः यत्र एव इति भवति तं श्लोकं दृष्टवन्तः एतत्तु गीताध्याने भवति खलु गीताध्यानश्लोकमेव अस्ति अस्तु अग्रे तत्र एव इति तस्य अधोभागे अन्यत् अन्यः अभ्यासः अपि अस्ति अतः तत्र अग्रे गच्छामः तत्र अवधेयम् इति तत्र हा सूर्यकुमारी भगिनी अग्रे अवधेयम् इति पठति वा तत्र एव इति अव्ययस्य प्रयोगः निश्चयः इत्यर्थे क्रियते एतत् अन्यस्य निवारणं करोति एव इति अव्ययस्य प्रयोगः अपि सप्तभिः विभक्तिभिः युक्तेषु वाक्येषु शक्यः अन्तिमवाक्यस्य अर्थः कः एव इति अव्ययस्य प्रयोगः अपि सप्तभिः विभक्तिभिः वाक्येषु शक्यः इत्युक्ते किम् अपि हा इत्युक्ते किं सप्तभिः किमपि कामपि कापि कापि विभक्ति भवतु तत्र एव इति प्रयोगः प्रयोगं कर्तुं शक्नुमः शक्यते तस्य प्रयोगः भवति हा केवलं प्रथमाविभक्ति वाक्ये एव इति भवति इति न तत्र सर्वासु विभक्तिषु विभक्तिषु हा नदी इति पदस्य सप्तमीविभक्ति किम् अस्ति नदी नद्यां नद्यां नद्यौ नद्यां नद्यां तदनन्तरं द्वितीय द्विवचने नद्योः नद्योः नदीषु हा किन्तु विभक्तिः इति नदीशब्दवत् अस्ति वा अथवा नास्ति वा मतिशब्दवत् अस्ति हा मतिशब्दवत् अस्ति हा अतः मतिशब्दस्य सप्तविभक्तिरूपं किम् अस्ति मत्यां मत्योः मतिषु मतिषु अतः विभक्तिषु सर्वासु विभक्तिषु एव इति पदस्य प्रयोगः भवति एव इति अव्ययमस्ति तस्य विभक्ति नास्ति किन्तु वाक्ये कापि विभक्ति भवतु एव इति पदस्य प्रयोगः तत्र कर्तुं शक्नुमः इति तत्र उदाहरणं दृष्ट्वा पश्यामः इदानीं अस्तु तत्र निश्चयः इत्यर्थे क्रियते हा निश्चयः तत्र एतद् एव अस्ति हा तत्र संशयः मास्तु दिस् ओन्लि इस् दट् इति यत् वदामः तादृश अर्थः एव एतत् पुस्तकमेव अहं अद्य पठितवान् एतदेव पुस्तकम् एतद् एव अन्यत् पुस्तकं नास्ति एतदेव निश्चयेन अहं वक्तुं शक्नुमः अथवा एतदेव अहं दृष्टवान् तत्र इति एव निश्चयं तादृश अर्थः अपि इव इति तादृशरूप किञ्चित् प्रयोगः अपि तादृशप्रयोगः अपि भवति अस्तु तत्र उदाहरणं पश्यामः तत्र रघुपतिमहोदय अग्रे पठति वा? आं महोदय. यथोदाहरणं वाक्यानि पुनः लिखत. यथा भवान् अधुना गृहं गमिष्यति, भवान् कार्यालयं न गमिष्यति. तस्य एव इति अव्ययप्रयोग इदं भवति. भवान् अधुना गृहम् एव गमिष्यति, कार्यालयं न. अत्र किम् अस्ति? गृहम् इति निश्चयम् अस्ति, कार्यालयं निश्चयं न इति निश्चयमपि अस्ति. निश्चयं गृहम् एव गमिष्यति, कार्यालयं न. द्वितीयम् उदाहरणं, वयं सर्वे भोजनं करिष्यामः, वयं मधुरं न खादिष्यामः. वयं सर्वे भोजनम् एव करिष्यामः, मधुरं न मधुरं न खादिष्. प्रायशः तत्र खादिष्यामः इति आवश्यकम् अस्ति इति मन्ये महोदय. किमर्थं चेत् मधुरं न खादिष्यामः? किमर्थं तत्र खादिष्यामः इति आवश्यकं? सोरि, करिष्यामः अस्ति न, खादिष्यामः. तत्र क्रियापदस्य भिन्नक्रियापदम् अस्ति, अतः तत्र क्रियापदं वक्तव्यमस्ति. तत् समीचीनं महोदय. अस्तु, अग्रे शैलजा भगिनी अग्रिमं करोति वा? अस्तु महोदय. तां विद्यालयं गच्छन्ति, ताः विद्यालयं गच्छन्ति, ताः अन्यत्र न गच्छन्ति. ताः विद्यालयम् एव गच्छन्ति, अन्यत्र न. समीचीनं भगिनि, समीचीनम्. अस्तु, नरेश महोदय अग्रे. पुस्तकालये पुस्तकानि सन्ति, पुस्तकालये उत्तरपुस्तकानि न सन्ति. पुस्तकालये पुस्तकानि एव सन्ति, उत्तरपुस्तकानि न. समीचीनम्. अस्तु, अग्रे सूर्यकुमारी भगिनी. शौचकः वस्त्रं सीव्यति, शौचकः वस्त्रं न वयति. शौचकः वस्त्रं स्वीयति, सीव्यति न वयति. न वयति, समीचीनं भगिनि. अस्तु, अग्रे भानुचेतनी महोदय. सिंहः इति. सिंहः गर्जति, शुकः न गर्जति. सिंहः गर्जति एव, न तु शुकः. अस्तु, अन्यत् रूपमपि अस्ति वा तत्र? सिंहः एव गर्जति, न शुकः. शुकः न, शुकः न, सिंहः एव गर्जति. कस्य प्रयोगं समीचीनं महोदय? सिंहः एव गर्जति, शुकः न. सिंहः एव गर्जति, न शुकः. कस्य प्रयोगं अहं चिन्तयामि महोदय, यथा श्रुतम् अहं चिन्तयामि, तत्र पूर्वं यथा मया श्रुतं, तत्र प्रायशः सिंहः एव गर्जति, शुकः न इति, न तु विपरीतं. विपरीतं मया न श्रुतं, न शुकः इति न श्रुतं मया. सिंहः एव गर्जति न शुकः इति अहं न श्रुतवान् इति मन्ये महोदय. किन्तु प्रायशः तदपि समीचीनमेव भवेत् न जानामि. किन्तु शुकः न इति मया बहुवारं श्रुतम् इति मन्ये. किन्तु एकम् अन्यं संशयः अस्ति, वृद्धिसन्धि भवति, वृद्धि भवति, अकार एकार ऐकार भवति. अद्यैव भवितुमर्हति, सन्धिकार्यं तु अस्ति तत्र, सन्धिकरणीयं. किन्तु एकत्र अहं पश्यामि अद्य एव इति दत्तं, किमर्थम् इति? अस्तु अस्तु अस्तु महोदय, हा अस्तु अस्तु, तत्र एकं वदामि तत्र, अस्तु हा अस्तु एकनिमिषः, तत्र किम् अस्ति तत्र, हा केवलम् एकं वाक्यं वदामि तदनन्तरं अग्रे गच्छामः. किन्तु तत्र सन्धिकार्यं, सन्धिकार्ये एकः अंशः अस्ति, तत्र किं, तत्र पूर्वपदस्य अन्तिमवर्णः अपि उत्तरपदस्य प्रथमवर्णः तयोः एव सन्धिः कार्य, सन्धिकार्यं भवति खलु. किन्तु तत्र किं भवति, तत्र नियमः अस्ति, तत्र कस्य पदः, कस्य पदं गच्छति अपि कस्य अथवा कस्य पदस्य स्थाने नूतनवर्णः आगच्छति इति नियमः अस्ति. अहं चिन्तयामि तत्र किं भवति, तत्र सन्धिकार्ये प्रायशः तत्र वृद्धिस्थन्दे किं पूर्वपदस्य अन्तिमवर्णस्य स्थाने नूतन वर्णस्य स्वरस्य आदेशः भवति इति प्रायशः अस्ति. अतः तत्र न जानामि, चिन्तयामि तत्र अव्ययमस्ति अस्ति इति, तत्र किम् अव्ययस्य सन्धिकार्यं न भवति इति तु नास्ति खलु. एकादेशः भवति वा महोदय, तत्र एकादेशः न, द्वयोः स्थाने एक एव भवति किल. एकनिमिषं, न न न चिन्तयामि तत्र किं रामः रामपुर अकार एक भवति किल, एक एकारादेशः भवति, यथा गुणः भवति गुणसन्धि एकादेशः भवति द्वयोः स्थाने, द्वयोः स्थाने इति वा? आमां यणसन्धिः अस्ति तत्र, प्रथमवर्णस्य भवति तत्र आगम विकारः भवति, द्वितीयवर्णस्य न भवति यथा. किन्तु महोदय भवान् चेत् महोदय खेति इति वयं श्रुतवन्तः खलु, खेति च इति, तत्र च तु अव्ययम् अस्ति, च च योगः इति चेति इति, तत्र सन्धिः तु भवति, गुणसन्धिः भवति चेत् वृद्धिसन्धिः अपि भवति इति, अतः अहं चिन्तयामि अध्यैव इति रूपं समीचीनम् इति. किन्तु पुनः एकवारं दृष्ट्वा वदामि, हा एकादेशः अस्ति, अकार इकारस्य एकादेश, एकादेश एकारः तत्र, अतः अहं चिन्तयामि अद्यैव इति प्रायः समीचीनम् अस्ति इति महोदय. अस्तु भवान् उक्तवान् अद्यैव खलु, अद्यैव अद्यैव अद्यैव अयैव भवति, ऐकारः भवति, अद्यैव अद्यैव अद्यैव, हा अद्यैव इति, हा तदेव समीचीनम् अस्ति महोदय, अद्यैव, हा अद्यैव इति रूपं समीचीनम् इति मन्ये. हा अस्तु अग्रे कः, नरेश महोदय पठति वा? आं महोदय. वृक्षः फलति काष्ठं न फलति, वृक्षः एव फलति काष्ठं न. हा समीचीनं महोदय. अस्तु रघुपति महोदय. एकनिमिषं महोदय. सज्जनः उपकारं करोति, मूर्खः न करोति. सज्जनः, सज्जनः एव उपकारं करोति, मूर्खः न. हा समीचीनम्. अत्र एकः विषयः स्मरणीयः इति मन्ये, तत्र वयं सर्वदा वदामः संस्कृतभाषायाः विशेषणम् एतदस्ति यत् तत्र वाक्ये पदस्य स्थानं तत्र परिवर्तनं कर्तुं परिवर्तनं कृत्वा वक्तुं शक्नुमः. वृक्षं पश्यामि अहं, अहं वृक्षं पश्यामि, तादृशं परिवर्तनं कृत्वा अर्थभेदः न भवति इति. किन्तु एव इति पदं यत् तत्र तस्य अन्वयः, तत्र यदि तस्य स्थानं परिवर्तनं कुर्मः अर्थभेदः भवति खलु. आमां तत्र भवति अव्ययस्य अपि भवत् चकारः अन्यत्र स्थापयामश्चेत् अर्थभेदः भवति. तादृश एव अत्र एव इति, तत्र सज्जनः एव उपकारं करोति इति, तस्य स्थाने यदि वदामः सज्जनः उपकारम् एव करोति, तत्र अर्थभेदः भवति. अतः एव इति पदस्य स्थानं वाक्ये महत्त्वपूर्णम् अस्ति. तत् समीचीनस्थाने एव स्थापनीयम्. अस्तु, शैलजा भगिनी अग्रे. अग्रे हंसः तरति, मूषकः न तरति. हंसः एव तरति, मूषकः न. हा, समीचीनं भगिनी. हा, सूर्यकुमारी भगिनी अग्रे. मयूरः नृत्यति, शुनकः न नृत्यति. मयूरः एव नृत्यति, शुनकः न. हा, समीचीनं. हा, भानुचेतन महोदय अग्रे. नदी वहति, सागरः न वहति. नदी वहति, सागरः न. एव एव एव इति. नदी एव वहति, सागरः न. हा, समीचीनं महोदय. अस्तु, हा, अग्रे शैलजा भगिनी अग्रिमम् अभ्यासम् आरम्भं करोति वा. अस्तु, एतानि वाक्यानि उच्चैः पठत. अस्माकम् अधिकारः कर्मणि एव अस्ति. अत्र अर्थः अवगच्छति वा, वाक्यम् एव इति पदस्य अर्थः अत्र अधिकारः एव कर्मणि एव अस्ति. अस्माकम् अधिकारः श्लोकस्य हा गीता भगवद्गीतायाः प्रसिद्धः श्लोकः, कर्मण्येव अधिकारस्ते मा फलेषु न कदाचन. हा, अत्र हा एव, तत्र कर्मण्येव. हा, कर्मणि इति तत्र फलेषु इति पदं तस्य चिन्तनं कृत्वा कर्मणि इति पदस्य विभक्ति का इति वक्तुं शक्नोति वा. कर्मणि कर्मणि कर्मन् नकार शब्द नकारान्तपदं कर्मण् कर्मन् कर्मन् कर्मन् कर्मणि सप्तमी विभक्ति अस्ति. समीचीनं भगिनि. हा, अधिकारः कर्मणि एव अस्ति, हा, फलेषु नास्ति. फलेषु अतः हा अतः तत्र अर्थः यादृशार्थः पूर्वस्मिन् पूर्वेषु वाक्येषु दृष्टवन्तः तादृश एव अस्ति खलु. नदी वहति, सागरः न वहति, तादृश एव अत्रापि. कर्मणि एव, न अन्यत्, फलेषु न इति. फलेषु न इति न दत्तमस्ति, किन्तु तद् वयं चिन्तितुं शक्नुमः. समीचीनं भगिनि. अस्तु, हा, रघुपतिमहोदय अग्रे. जनकादयः कार्येण एव सिद्धिं प्राप्तवन्तः. जनकार्येण एव, न तु अन्यैः विधैः. जनकादयः कार्येण एव इति अर्थ निश्चय कर्म कृत्वा एव निष्ठकर्म यद् उक्तमस्ति, वेदोक्तमस्ति, तादृशं कार्यम् एव कृत्वा जीवने जनकः इत्यादयः सिद्धिं प्राप्तवन्तः. कार्येण एव सिद्धिं प्राप्तवन्तः, अन्येन न इति. हा, समीचीनं महोदय. अत्र तृतीयविभक्तिः अस्ति. सत्यं सत्यं, हा सत्यं. हा, तत्र कर्मणि इति तत्र सप्तमीविभक्तिः आसीत्, इदानीं तृतीया विभक्ति कार्येण एव इति तृतीयविभक्तिः भवति. समीचीनं. हा, अस्तु, नरेश महोदय अग्रे. लोकसङ्ग्रहम् एव विचिन्त्य कार्यं करणीयम्. लोकसङ्ग्रहम् एव विचिन्त्य कार्यं करणीयं. लोकसङ्ग्रहं द्वितीयविभक्ति कार्यं लोकसङ्ग्रहं विचिन्त्य कर्तव्यं. तत्र एव इति किं भवति? तत्र विचिन्त्य एव विचिन्त्य तत्र विचिन्त्य तत्र क्रिया अस्ति खलु. विचिन्त्य इति क्रिया अस्ति, क्रिया सूचयति. तस्य क्रिया कीदृशक्रियापदमस्ति तत्र? सकर्मक वा अकर्मक वा? सकर्मकः. सकर्मकः विचिन्त्य विचिन्तयते तत्र. विसर्ग तत्र विचिन्तयति इति तत्र ल्यबन्तरूपं विचिन्त्य तत्र उपसर्ग अस्ति खलु. कर्मणि प्रयोगमस्ति महोदय. सत्यं कार्यं करणीयं. कार्यं करणीयं सत्यं. किन्तु तत्र विचिन्त्य इति तु सकर्मकक्रियापदम् अस्ति खलु. तस्य क्रियापदस्य कर्मपदं किम् अस्ति? क्रियापदस्य कर्मपदं किम् अस्ति? लोकसङ्ग्रहं. लोकसङ्ग्रहं विचिन्त्य कार्यं करणीयं. अतः तत्र लोकसङ्ग्रहम् इति पदस्य द्वितीयविभक्तिरूपं भवति. तत् विचिन्त्य तत्र नरेश् महोदय एव इत्युक्ते किम्? लोकसङ्ग्रहम् इति तदेव मनसि भवितव्यम्. अन्यत् किमपि न भवितव्यं. तस्य चिन्तनम् एव मनसि स्थापयित्वा एव कार्यं करणीयं. लोकसङ्ग्रहम् इत्युक्ते किं? कोऽपि वदति वा? लोकक्षेमं मनसि लोकक्षेमं निधाय लोकक्षेमम् एव लक्ष्यम् इति चिन्तयित्वा सर्वं लोकलक्षणाय अथवा लोकसङ्ग्रहाय कार्याणि करणीयानि. अस्माभिः कीदृशं कार्यं करणीयं? यत् लोकसङ्ग्रहाय सम्यक् भवति. यत् तेन लोकसङ्ग्रहं वर्तते. तादृशं कार्यं करणीयम् इति. लोकसङ्ग्रहं पर्यायपदमस्ति वा? लोककल्याणं लोकक्षेमं. सत्यं सत्यं भगिनि. लोककल्याणं समीचीनम् अस्ति भगिनि. समीचीनं. सङ्ग्रहम् इति तत्र किञ्चित् भ्रमः भवति खलु. सङ्ग्रहम् इति सङ्ग्रहणं कुर्मः इति, किन्तु तादृश अर्थः न. कल्याणम् इति तत्र सुलभतया अर्थबोधः भवति. समीचीनं भगिनि. अस्तु, अग्रे भानचेतनी महोदय. सङ्ग्रहम् इति संक्षेमं महोदय. तदपि वक्तुं शक्नुमः इति मन्ये. महोदय, सर्वदा कार्यमेव करणीयम्. क्षम्यतां महोदय. सत्यं सर्वदा कार्यम् एव करणीयम्. तत्र एव इति किम् अस्ति? तत्र सर्वदा कार्यं, तत्र सर्वदा कार्यं करणीयम् अपि सर्वदा कार्यम् एव करणीयम्. अर्थभेदः कीदृशः इति किञ्चित् वदति वा? हा, अन्यत् अन्यत् न करणीयम्. अकार्यम् अकार्यं न करणीयम् अपि विकर्म इति कर्म. हा, तत्र वयं गतवर्गे दृष्टवन्तः खलु, तत्र कर्म अस्ति, अकर्म अस्ति, विकर्म अस्ति इति. तत्र कार्यम् इत्युक्ते यद् तदेव लोकसङ्ग्रहं भवति पूर्वस्मिन् तेन तेन एव लोकसङ्ग्रहं. समीचीनं महोदय, हा समीचीनम्. अस्तु, हा रघुपति महोदय. हा महोदय, ब्रह्मकर्मसमाधिना ब्रह्म एव गन्तव्यम्. ब्रह्मकर्मसमाधिना ब्रह्म एव गन्तव्यम्. तत्र प्रायः भगवद्गीतायाः श्लोकं द्रष्टव्यमस्ति. किन्तु तत्र एव इति ब्रह्म एव समाधिना ब्रह्म ब्रह्मणि ब्रह्मणस्य सोरि ब्रह्मणः सकाशे एव गन्तव्यम् इति. ब्रह्मण सोरि न न ब्रह्मस्य समीपमेव गन्तव्यम् इति. ब्रह्मार्पणम् एकं श्लोकम् अस्ति, ब्रह्मकर्मसमाधिना अस्ति. यदि स्मरति चेत् वदतु भगिनि. ब्रह्मार्पणं ब्रह्महविः ब्रह्माग्नौ ब्रह्मनाहुतं ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना. अस्तु भगिनि, धन्यवादः. पूर्वं भोजनस्य पूर्वं जनाः उच्चारयन्ति एतत् श्लोकम्. अस्तु, अतः तत्र ब्रह्मार्पणम् इति. हा, किन्तु तत्र किञ्चित् सम्यक्तया अर्थबोधः न भवति इति मन्ये. अस्तु, तत् किञ्चित् अन्वेषणं कृत्वा अग्रिमवर्गे पुनः तस्य चर्चा भवतु, अस्य वाक्यस्य. अस्तु, अत्र अहं लिखामि तत्र एतद् वाक्यं पुनः पुनः परिशीलनं, तस्य पुनः परिशीलनं भवितव्यम् इति. नो चेत् अस्तु, अग्रिमवर्गे पुनः एतद् वाक्यं पश्यामः. अस्तु, अग्रे सूर्यकुमारी भगिनी अग्रिमवाक्यं पठति वा? ज्ञानेन एव पापनाशः भवति. तत्र ज्ञानेन पापनाशः भवति अपि ज्ञानेन एव पापनाशः भवति. अर्थभेदः कः? ज्ञानेन एव पापनाशः भवति. हा, इति वाक्यमस्ति. तत्र ज्ञानेन पापनाशः भवति इति अपि वाक्यमस्ति. ज्ञाननाशेन ज्ञानेन पापनाशः भवति इति. तत्र किम्? अज्ञानेन अथवा अन्येन पापनाशः भवति. अज्ञानस्य आवश्यकता अस्ति. ज्ञानं नास्ति चेत् पापनाशः न कदापि भवति इति. ज्ञानेन एव पापनाशः भवति. महोदय, तत् श्लोकं चतुर्विंशति श्लोकं चतुर्थ अध्यायस्य चतुर्विंशतिश्लोकः चतुर्थाध्यायस्य एकनिमिषं महोदय. Brahman is the instrument to offer with Brahman is oblation. By Brahman is oblation. Chaturvimshati shloka chaturtha adhyayasya. Okay. Brahmanarpanam. Ha. Samichinam mohdi. Astu. Dhanyavadah. Ha. Brahmanarpanam. Brahma habihi. Brahmagnyo. Brahmana hutam. Brahma eva tena gantavyam. Brahma karma samadhina. Astu. Ha. ओ अस्तु. अतः एतद् यादृशः श्लोकः वयं दृष्टवन्तः खलु, एव इति अर्थे सर्वोपनिषदो घावो दोग्धा गोपालनन्दनः इति, तादृश एव खलु. हा, ब्रह्मार्पणम् एव ब्रह्म, हवि एव ब्रह्म, ब्रह्म अग्न्यो ब्रह्मणा उत्तम. हा, the fire of brahman karmene eva gnanam bhavati gnanene eva bhavati, those who recognizes brahman alone in his action. Astu. Ha, samichinam mohdi. Astu. Ha, yada shlo bhagavad gita yam etad vakyam kasmin shloke asti iti tasya gnanam asti chet sulabham bhavati, no chet. Ha, astu. Ha, etad 424. Astu. 4.24. अस्तु. हा, धन्यवादः महोदय. भवान् कथम् एतद् अन्विष्टवान्? गूगल् गुरु अस्ति, कुत्र मिलति? सम्यक् महोदय. अस्तु अस्तु महोदय. अस्तु. हा, अग्रे ज्ञानेन सूर्यकुमारी भगिनी उक्तवती. अस्तु. हा, शैलजा भगिनी अग्रे. ईश्वरम् एव शरणं गच्छ. ईश्वरम् एव शरणं गच्छ. ईश्वरम् अन्यम् अन्यं शरणं मास्तु. मास्तु. ईश्वरं द्वितीयविभक्तिः, एव अव्ययं शरणं, शरणम् अपि द्वितीयविभक्तिः, गच्छ लट्लकारस्य मध्यमपुरुष. हा, समीचीनं भगिनि. अस्तु. हा, समीचीनम्. अस्तु. हा, अग्रे नरेश महोदय. श्रद्धावान् एव ज्ञानं प्राप्नोति. श्रद्धावान् एव प्राप्नोति, अन्य ज्ञानं न प्राप्नोति. हा, अन्यः कोऽपि ज्ञानं न प्राप्नोति. हा, श्रद्धावान् इत्युक्ते यस्मिन् श्रद्धा अस्ति सः श्रद्धावान्. श्रद्धावान्. समीचीनं महोदय. अस्तु. बलवान् इति तादृश श्रद्धावान्. अस्तु. तत्र स्त्रीलिङ्गे किं भवति इति कोऽपि जानाति वा? श्रद्धावान्, श्रद्धावान्, श्रद्धावती. हा, इति चिन्तयामि. श्रद्धावती. नपुंसकलिङ्गे गुणवती इति. हा, नपुंसकलिङ्गे श्रद्धावत्. हा, श्रद्धावान् अस्ति चेत्, अकार अस्ति चेत् वान् भवति, अन्य अस्ति चेत् मान् भवति. बुद्धिमान्. सत्यं महोदय. सत्यं महोदय. अकार अस्ति चेत् अधिकतया भवति एतत्, परन्तु श्रद्धा इति तत्र वान् इति एव भवति. सत्यं महोदय. तादृशः कोऽपि नियमः अस्ति. अस्तु. समीचीनम्. अस्तु. श्रद्धावान् एव ज्ञानं. हा, इदानीं भानुचित्रि महोदय अग्रे. महोदय, दुष्टाः ईश्वरम् अज्ञात्वा अधोगतिम् एव यान्ति. तत्र एव इति किं भवति? अधोगतिम् एव यान्ति. तत्र दुष्टाः ईश्वरम् अज्ञात्वा अधोगतिं यान्ति. तत्र फलं किम् इति सूचयति महोदय, एव अधोगतिम् अधोगतिम् इति फलम् अधोगतिम् अधोगतिं फलमेव अन्यफलम् अपि प्राप्तुम् अर्हति अन्यफलमेव न प्राप्तुं शक्नुवन्ति तत्र यान्ति इति पदस्य अर्थः कः यान्ति गच्छति वा प्राप्नोति वा इति प्राप्नोति प्राप्नोति इति अहं मन्ये महोदय अधोगतिं प्राप्नोति एव यान्ति याति याति इति अस्ति याति याति खलु याति गति गतिशब्दस्य याति याति गत्यर्थे अस्ति गत्यर्थे अस्ति अधोगतिं अधोगतिम् एव गच्छन्ति अधोगतिमेव गच्छन्ति दुष्टाः ईश्वरस्य ज्ञानं प्राप्नुवन्ति तेषां तेषाम् ईश्वरस्य ज्ञानं नास्ति इति कृत्वा ते अधोगतिम् एव गच्छन्ति अथवा अधोगतिम् एव प्राप्नुवन्ति अथवा यान्ति समीचीनं महोदय अस्तु अग्रे रघुपतिमहोदय भवान् उक्तवान् वा इदानीं दशम ईश्वरे एव मनः योजयसि तर्हि सुखं भवति ईश्वरे एव मनः योजयसि तर्हि सुखं भवति अत्रापि सप्तमी विभक्ति अस्ति ईश्वरे एव निश्चयार्थकं निश्चयेन किमस्ति अत्र तत्र मनसि किं भवितव्यम् अधिकरणम् अस्ति अत्र मनः योजयसि मनः ईश्वरे स्थापनीयम् ईश्वरे एव स्थापनीयं तत्र अन्यत् अधिकरणं न भवति अन्येषु विषयेषु मनः न भवितव्यं तादृशं भवति चेत् सुखं भवति तत्र तर्हि इति अस्ति अतः वाक्ये किं यदि इति यदि ईश्वरे मनः भवति यदि वयम् ईश्वरे एव मनः योजयामः तर्हि सुखं भवति सुखं भवति समीचीनं महोदय सुखं प्राप्नुमः प्राप्नुमः समीचीनं महोदय अस्तु इदानीं तत्र अव्ययत्रयं दृष्टवन्तः च अपि एव इदानीम् इति अस्ति अपि यत् अपि अस्ति तदपि अग्रे पश्यामः अस्तु इदानीम् इति अस्तु तत्र एव इति पदस्य अवगमनम् अभवत् इति मन्ये अस्तु प्रश्नः अस्ति वा तत्र एव इति विषये अस्तु अतः अग्रे गन्तुं शक्नुमः इति मन्ये इति पदमस्ति अग्रे तत्र अर्जुनः कृष्णः तयोः सम्भाषणम् अस्ति तत्र लघुसम्भाषणमेव तत्र कः तत्र शैलजा भगिनी सूर्यकुमारी भगिनी कुर्वन्ति वा अस्तु अस्तु शैलजा भगिनी कृष्णः भगिनी अस्तु कृष्ण मां क्षमस्व पात्र किमर्थं त्वं क्षमां याचिसे अहं तव महत्त्वं न ज्ञातवान् त्वं मम सखा इति मत्वा व्यवहृतवान् त्वं सामान्यः इति विचार्य यादव सखे इति सम्बोधितवान् चिन्ता मा कुरु अज्ञानं ज्ञानम् आवृणोति इति जानीहि तेन जन्तवः मुह्यन्ति इति अपि परन्तु बुधाः तु अहं सर्वस्य प्रभवः इति मत्वा मां भजन्ते तेषाम् अज्ञानजं तमः अहं ज्ञानदीपेन नाशयामि त्वम् इदानीं ज्ञानं प्राप्तवान् असि कृष्ण मम मोह नष्टः इति हृदिः लब्धा इति च चिन्तयामि अनुगृहीतोऽस्मि. समीचीनं, धन्यवादः. अस्तु अर्जुन. समीचीनमस्ति. अत्र तत्र कृष्ण मां क्षमस्व, तत्र पार्थ किम् अत्र इति कुत्र भवति इति चिन्तयामः. तत्र किम् अस्ति, हा, त्वं सामान्यः इति, हा, त्वं सामान्यः इति विचार्य मम सखा इति मत्वा व्यवहृतवान्. हा हा, क्षम्यतां, हा, मम सखा इति मत्वा व्यवहृतवान्. अस्तु, तत्र सामान्यः इति विचार्य यादव सखे इति सम्बोधितवान्. हा, तत्र सामान्यः इति विचार्य यादव सखे इति सम्बोधितवान्. तत्र तत्र सखा इति पदम् अहं सखी ह्यः अपि तस्य तत्र कुत्रापि अहं पठितवान्. तत्र सखा इति पुल्लिङ्गपदमस्ति, तद् विशेषपदमस्ति, हा, स्त्रीलिङ्गपदं नास्ति. सखा इति तत्र प्रातिपदिकं न स्मरामि, ह्यः एव एतत् पठितवान् किन्तु न स्मरामि. हा, सखा किन्तु सखा इति पुल्लिङ्गपदमस्ति. हा, मम सखा इति मत्वा व्यवहृतवान् त्वं सामान्यः इति विचार्य, तत्र मत्वा इति त्वान्तरूपं, विचार्य इति ल्यबन्तरूपम्. अहं किं कीदृशम् अहं कीदृशसम्बोधनम् अहं कृतवान्, यादव सखे, हा, मम स हा इति सखे इति सम्बोधनम् अस्ति, सखा इति फ्रेण्ड् इति, हा, मित्रम् इति. महोदय, तत्र सखा इति सखी इति पुल्लिङ्गशब्दः अस्ति, सखी इति सखी इति सखी सखा सखयो सखायो सखायः इति अस्ति. सखी इति पुल्लिङ्गपदम् इति पुल्लिङ्गपदमेव महोदय, पुल्लिङ्ग अस्ति. आमां, सखायो सखायः न न सखा स्त्रीलिङ्ग पुल्लिङ्गे अस्ति चेत् सखा सखायौ सखायः, सखायं सखायौ सखीनः, सख्या सखिभ्यां सखिभिः, सख्ये सखिभ्यां सखिभ्यः, सख्युः सखिभ्यां सखिभ्यः, सख्युः सख्योः सखीनां, सख्यौ सख्योः सखिषु. सम्बोधनं किम् अस्ति महोदय, एकवचने सम्बोधनं? सखे सखे सखायौ सखायः, हे सखे हे सखाय हे सखायः, तदेव अस्ति अत्र, हे सखे हे यादव हे सखे इति सम्बोधितवान् अहं. स्त्रीलिङ्गे दीर्घ इकार अस्ति, सखी इति अस्ति, सखी अथवा इकारान्त अस्ति तत्र, दीर्घ इकारान्त सखी नदी अत्र नदी शब्द, परन्तु अत्र विसर्ग अस्ति, रूपद्वयम् अस्ति, प्रथमविभक्त सखीः अति सखा. तत्र प्रातिपदिकं किम् अस्ति महोदय, सखी इति सखी इति अस्ति, सखी दीर्घ इकारन्त किन्तु पुल्लिङ्गपदम् अस्ति, तदेव तदेव विशेषपदम् अस्ति. अस्तु, तत्र मम सखा इति मत्वा व्यवहृतवान्, हा, अपि सामान्यः इति विचार्य हे यादव हे सखे इति सम्बोधनमपि अहं कृतवान् इति. हा, अस्तु, तदनन्तरं किं, तत्र अज्ञानं ज्ञानम् आवृणोति इति जानीहि, तत्र प्रथमतया तत्र इति अज्ञानं ज्ञानम् आवृणोति वदति वा, तत्र आवृणोति तत्र किम् अस्ति, अज्ञानं ज्ञानम् आवृणोति, आवरणं, हा, मध्ये ज्ञानम् अस्ति, हा, मध्ये ज्ञानम् अस्ति तस्य तस्य न, हा, एतदपि गतवर्गे आगतम् आसीत्, तत्र किं परितः इति, तत्र केवलं द्वितीया विभक्ति एव भवति इति कृत्वा ज्ञानं परितः अज्ञानम् अस्ति, ज्ञानं परितः अज्ञानम् अस्ति, अज्ञानं ज्ञानम् आवृणोति. अज्ञानं किं भवति? ज्ञानस्य आवरणं भवति. ज्ञानं प्राप्तुम् इच्छामश्चेत् प्रथमतया अज्ञानं तस्य तद् प्रथमतया अज्ञानं भवति, तदनन्तरमेव ज्ञानं प्राप्नुं शक्नुमः. तत्र आवरणम् अस्ति, अज्ञानस्य आवरणं, तदनन्तरमेव ज्ञानम् इति जानीहि. जानीहि इति कोऽपि वदति वा कीदृशमस्ति? मध्यपुरुषे एकवचनात् लकारः, लकार लोट् लकार अस्ति, लोट् लकार. समीचीनं महोदय. पाहि त्राहि इति जानीहि, मा पाहि इति अस्ति खलु, आत्मनेपदी धातुः तस्य स्थाने हि आदेशः भवति, पठितवन्तः इदानीम्. व्याकरणस्य वर्गः चलति, व्याकरणसवर्गः अस्ति तत्र, इदानीं तस्यैव विषयं पठन् आगतमासीत् वा? समीचीनं महोदय, अस्तु, गतवासरे एव आसीत्. अस्तु, समीचीनं. तत्र महोदय, अज्ञानं ज्ञानमस्ति, अज्ञानं प्रथमविभक्ति अस्ति वा, ज्ञानं द्वितीया विभक्ति वा, अथवा ज्ञानं न, अज्ञानं ज्ञानम् आवृणोति, ज्ञानं कर्मपदम् अस्ति, आवृणोति क्रियापदम्, अज्ञानम् आवृणोति. ज्ञानं किम् आवृणोति? अज्ञानं ज्ञानम् आवृणोति, ज्ञानम् आवृणोति. समीचीनः प्रश्नः भगिनि. तत्र अज्ञानं ज्ञानं नपुंसकलिङ्गपदम् इति कृत्वा तत्र विभक्ति विषये किञ्चित् भ्रमः भवति, किन्तु अज्ञानं प्रथमविभक्ति, कर्तृपदं, ज्ञानं कर्मपदम्. तेन तेन जन्तवः मुह्यन्ति. तेन इति इत्युक्ते केन? अज्ञानेन. अज्ञानेन जन्तवः मुह्यन्ति इति अपि, इदानीम् अपि इत्युक्ते किम्? अपि तत्र वयं दृष्टवन्तः, सिंहः एव गर्जति, शुकः न, अथवा तत् न अपि इति किं, तत्र यस्य अहङ्कारः नास्ति सः न अत्र केवलं बालाः धाविष्य. अस्तु, तत्र अपि इति पदस्य अर्थः कः? तत्र अज्ञानेन जन्तवः मुह्यन्ति इति अपि जानीहि, तदपि जानातु, तदपि जानातु. अज्ञानेन जन्तवः मुह्यन्ति इति अपि जानन्तु, जानातु. अथवा अज्ञानेन जन्तवः मोदन्ति, मुह्यन्ति इति इति विषयं तदपि जानातु. तत्र अज्ञानं ज्ञानम् आवृणोति एकः विषयः, तं विषयं जानातु. इदानीं द्वितीयः विषयः, अज्ञानेन जन्तवः मुह्यन्ति इति द्वितीयः विषयः, तमपि जानातु. अपि इति तत्र अपि इत्युक्ते जानीहि, जानीहि पुनः पुनः. तदनन्तरं किं? परन्तु बुधाः तु अहं सर्वस्य प्रभवः इति मत्वा मां भजन्ते. तत्र सर्वस्य प्रभवः, प्रभवः इति किं, कीदृशपदं? वसति वचनं किं तत्र? बहुवचन बहुवचनात् प्रभवः इति भवति वा? प्रभु प्रभु अस्ति अथवा प्रभवः प्रभवः इति अस्ति वा प्रभव प्रभव अहम् अहं सर्वस्य प्रभवः इति हा तत्र किं किं चिन्तनं अस्ति वा प्रकाशेन प्रभवः प्रभवः समासतु भूधातु भवः प्रभवः प्रभु प्रका भूद प्राय उपसर्ग भूयोग अप् इति सोस् प्रभवः तत्र प्रभवः इति एकवचने एव एकवचने एव अस्ति एकवचने एव प्रभु इत्यस्य बहुवचनस्य प्रभवः परन्तु एते भिन्नम् अस्ति प्रभु इति पदम् अत्र नास्ति प्रभवः इति एकवचने एव अस्ति तत्र प्रभवः इति भिन्नपदमस्ति प्रभु इति पदं नास्ति सर्वस्य उत्पत्ति अस्ति नपुंसकलिङ्ग् अस्ति इति अकारान्तपदम् अस्ति देवपदम् इव इति मन्ये प्रभव इति देवपदम् प्रभव इति ओरिजिन् अथवा सोर्स् इति मत्वा मां भजन्ते तत्र इति तत्र इति इत्युक्ते तत्र त्वं सामान्यः इति यत्किमपि विषयः अस्ति तद् उक्त्वा इति तत्र एकः एकं खण्डं तद् एव विषयः इति वक्तुम् इच्छामः किं विषयः कः विषयः एतद् एव एषः एव विषयः इति तादृश इति पदस्य प्रयोगः अस्तु तेषाम् अज्ञानजं तमः अहं ज्ञानदीपेन नाशयामि अज्ञानजम् इत्युक्ते अज्ञानेन जननं यस्य जननं भवति अज्ञानजं तत्र किम् अस्ति अज्ञानजं विशेषणमस्ति कस्य पदस्य तमः तमः तत्र तमस् तमः अज्ञानजं तमः अहं ज्ञानदीपेन नाशयामि तत्र नाशयामि इति क्रियापदमस्ति ज्ञानदीपेन इति तृतीयविभक्तिरूपम् अस्ति किं नाशयामि नाशयामि इति क्रियापदस्य कर्मपदमस्ति अज्ञानजं तमः तद् तमः अहं ज्ञानदीपेन नाशयामि इति श्रीकृष्णः वदति अतः तेषाम् इत्युक्ते केषां जन्तवः न जन्तवः जन्तवः तेषां न बुधाः इति देवः षष्ठी विभक्ति बहुवचनं किमस्ति देवानां बुधानाम् अज्ञानजं तमः अहं ज्ञानदीपेन नाशयामि तत्र पूर्वस्मिन् वाक्ये महोदय बुधानां वा भक्तानां वा महोदय तत्र बुधाः इति दत्तमस्ति इति कृत्वा परन्तु बुधाः तु अहं सर्वस्य प्रभवित् मत्वा मां भजन्ते अनन्तरमेव तेषाम् अज्ञानजं तमः अहं ज्ञानदीपेन नाशयामि, न तु अज्ञानजम् अर्थरूपेण समीचीनमेव अस्ति, किन्तु यद् दत्तमस्ति तत् स्वीकृत्य एव अहं वदामि न तत्र बुधाः भक्तानामपि वक्तुं शक्नुमः. सत्यमेव महोदय, हा सत्यं, हा ते भजन्ति इति कृत्वा ते नाशयामि, तमः नाशयामि वा महोदय, तत्तु प्रथमाविभक्ति द्वितीयम् अज्ञानजं तमः, तमः इति नपुंसकलिङ्गपदम् अस्ति महोदय. प्रातिपदकं किं महोदय? तमस् इति, तमस् इति मन्ये सकारान्त नपुंसकलिङ्गपदम् इति मन्ये. सत्यं सत्यं महोदय, तमस्य गुणम् अस्ति सः तमः. क्षम्यतां क्षम्यतां, तमः इति अज्ञानजं तमः, अहं चिन्तयामि तमः इति तु नपुंसकलिङ्गपदं सकारान्त, तमस् तमस् इति, तमस् इति तमस्, हा सत्यं सत्यं, नपुंसकलिङ्गपदम् अस्ति, तमः इति प्रथमविभक्त अथवा द्वितीयविभक्तरूपम् अस्ति. किन्तु कीदृश तत्र सकारान्त नपुंसकलिङ्गपदम् इति केवलं वदामश्चेत् तत्र रूपं न जानीमः, तत्र किञ्चित् अपि वक्तव्यमस्ति, हा किन्तु तत्र तस्य रूपं सम्यक्तया न जानामिति मन्ये, तत्र तत्र तृतीयविभक्तिरूपं मनस् इति तादृशं भवति, मनः मन न मनस् मनस् न भगिनि, अहं चिन्तयामि तमस् इति सकारान्त सकारान्त नपुंसकलिङ्गपदं, तमः इति भिन्नम् अस्ति, तमः इति आसीत् चेत् नाशयामि इति तत्र किं भवति, तमः इति पुल्लिङ्गे आसीत् चेत् तमम् इति भवति कर्मपदम् इति कृत्वा, किन्तु तत्र तमः एव दत्तमस्ति, अतः तमः इति द्वितीयविभक्तिरूपम् अस्ति. अतः मम चिन्तनमस्ति तत्र तमः इति तमस् इति सकारान्तपदम् अस्ति इति मन्ये, नपुंसकलिङ्गपदं. गीतासोपने प्रायश द्वितीयभागे एतद् दत्तमस्ति, किन्तु इदानीं न स्मरामि, किन्तु तत्र विभक्ति मनः मनसि मनांसि, हे मनः हे मनसि मनांसि, सत्यं भगिनि सत्यं भगिनि, किन्तु तमः अपि तमस् अपि मनस् इव अस्ति वा इति, तत्र सकारान्त नपुंसकलिङ्गपदं केवलम् एकम् एव सर्वं एकः एव समूहः इति न वक्तुं शक्नुमः, तत्र केचन विशेषपदानि सन्ति तत्र सकारान्त नपुंसकलिङ्गपदानि. मनः एकमस्ति, मनस् एकमस्ति, अन्यत् अपि अस्ति इति मन्ये, अन्यदपि अस्ति इति मन्ये भगिनि, न स्मरामि, किन्तु द्रष्टव्यमस्ति, किन्तु इदानीं तत्र तमः इति मन तमस् मनसि वा इति चिन्तयित्वा तत्र तमः मनः इति चिन्तयितुं शक्नुमः, किन्तु एकवारं द्रष्टव्यमस्ति, तावदेव अस्तु. तत्र ज्ञानदीपेन नाशयामि, त्वम् इदानीं ज्ञानं प्राप्तवान् असि, अस्तु इदानीं तत्र किं मम मोहः नष्टः इति चिन्तयामि, स्मृतिः लब्धा इति च चिन्तयामि, मोहः नष्टः इति चिन्तयामि, स्मृतिः लब्धा इति चिन्तयामि, मोहः नष्टः, तत्र सम्बन्धः कीदृशः, विशेषणविशेष्यभावः, मम मोहः नष्टः, मम स्मृतिः लब्धा, स्मृतिः लब्धा इति तत्रापि लब्धा इति स्त्रीलिङ्गपदमस्ति, स्मृतिः स्त्रीलिङ्गम् इति कृत्वा पदम् इति कृत्वा तमसस्य तमः तमसि तमांसि तमः तमस् किमस्ति महोदय तमः तमः तमसि तमांसि मनसि एव अस्तु शैलजा भगिनी इदानीम् उत्तरं प्राप्तुं तदेव तदेव अस्ति. हा किन्तु यदि तत्र न जानीमः भगिनि तत्र किञ्चित् सावधानम् आवश्यकम् अस्ति अतः अस्तु अस्तु इदानीं धन्यवादः महोदय. अस्तु हा अस्तु अतः मनसि वा अस्ति अस्तु तमस् मनस् अस्तु हा तत्र अन्यत् किम् अस्ति स्मृतिः लब्धा इति चिन्तयामि अनुग्रहितो अस्मि अस्तु अस्तु इदानीम् इति पदस्य किञ्चित् ज्ञानम् अभवत् इति मन्ये तत्र वाक्यं तत्र वाक्यानि पश्यामः तत्र बाणचितनी महोदय तत्र अग्रे पठति वा एतानि वाक्यानि इति. आं महोदय रघुपतिमहोदय भवान् कुत्र अपश्यत् तत्पर्ये निमिव तमस् तमस् तमस् मनस् तत्र अस्ति मनस्तु क्लीबपदम् अस्ति. हा इति एतदपि क्लीब अस्ति शब्दकल्पद्रुमास्ति एक आप् अस्ति तत्र तत्र शब्दकल्पद्रुम इति आप् अस्ति. अस्तु समीचीनम् संस्कृतस्य अमरकोश अपि अस्ति महोदय बहु किमपि अस्ति तत्र आप् अस्ति. एकं तु विभक्तिप्रत्यय एकम् अस्ति वाचस्पत्यम् अस्ति बहु किमपि अस्ति तत्र आण्ड्रायिड् मध्ये अस्ति. महोदय कृपया एतद् लिङ्क् एकवारं मां प्रेषयतु. आं महोदय वाचस् मम पार्श्वे अस्ति वाचस्पत्यम् एतत् सुबन्तशिक्षिका धातुरूपमाला अपि च आण्ड्रायिड् अस्ति अमरकोश अपि च अष्टाध्यायीसूत्र एकनिमिषं शब्दकल्पद्रुम एतानि अस्ति अस्ति महोदय सः एतत् सर्वम् अकरोत् करोति तद् एकं प्राप्तं चेत् सर्वं प्राप्तुं शक्नोति. तत्र भवति प्ले स्टोर् मध्ये लिङ्क् भवति प्ले स्टोर् मध्ये अस्ति आण्ड्रायिड् आप् अस्ति भवतः पार्श्वे ऐफोन् अस्ति चेत् न भवति न जानामि ऐफोन् वर्षन् अस्ति वा इति. अस्तु अस्तु किन्तु आण्ड्रायिड् मध्ये आण्ड्रायिड् वर्षन् धन्यवादः. भवती तत्र क्लिक् करोतु शब्दकल्पद्रुम अथवा अमरकोश तदा अन्य अपि आगच्छति यत्किमपि अस्ति तत् सेव् करोतु. शब्दकल्पद्रुम अस्ति वाचस्पत्यम् अनेकानि सन्ति तत्र विभक्तिप्रत्यय इति बहु सम्यक् अस्ति विभक्तिप्रत्यय इति तत्र नपुंसकलिङ्ग स्त्री पुल्लिङ्ग तेषां भवति. इदानीं नपुंसकलिङ्गे अस्ति सकारान्त मनस् हविस् वपुस् केचन बहु किमपि बहु यूस्फुल् अस्ति महोदय विभक्तिप्रत्यय इति आप् अस्ति विभक्तिप्रत्ययाः इति. अस्तु महोदय धन्यवादः. अस्तु अस्तु अस्तु तस्य तद् निश्चयेन अहं पश्यामि. अस्तु धन्यवादः. अस्तु महोदय बाणचित्रि महोदय अग्रे पठतु. एतानि वाक्यानि उच्चैः पठत. संस्कृतम् एव राजभाषा भवेत् इति डाक्टर् भीमराव् अम्बेड्करः अचिन्तयत्. योगक्षेमं वहाम्यहम् इति श्रीकृष्णः अवदत्. सीदन्ति मम गात्राणि इति अर्जुनः अवदत्. विमृश्यैतदशेषेण यथेच्छसि तथा कुरु इति श्रीकृष्णः उक्तवान्. तदात्मानं सृजाम्यहम् इति कः उक्तवान्? समीचीनं महोदय. अस्तु अतः यदि वयं तत्र वयं सम्भाषणं किमपि शृणुमः तदनन्तरं अन्यत्र गत्वा किम् अभवत् इति किं श्रुतवन्तः इति वक्तुम् इच्छामः तत्र किं भवति तत्र वाक्यम् उक्त्वा वयम् इति अहं श्रुतवान् अथवा इति एषः उक्तवान् अथवा एषा उक्तवती इति वदामः तत्र इति तस्य उपयोगः भवति. अस्तु अग्रे सूर्यकुमारी भगिनी अवधेयम् इति यदस्ति पठति वा. यदा कस्यापि अन्यस्य जनस्य ग्रन्थस्य वा वचनं कथनं सन्देहम् इत्यादीनाम् उद्धरणं क्रियते तदा वचनकथनसन्देशादीनाम् अन्ते इति अव्ययस्य प्रयोगः भवति. इति अव्ययात् पूर्वं वचनं कथनं वा यथावत् उच्यते. यथा अहम् अद्य एव मिलामि इति नागेन्द्रः अवदत्. अस्तु समीचीनं भगिनि. अस्तु सर्वे अवगच्छन्ति वा यत् अवधेयमस्ति इति पदस्य प्रयोगः कीदृशः इति. तत्र किं किम् अस्ति वचनं कथनं सन्देशः. वचनम् इत्युक्ते किम् वेदवचनं यत्किमपि वाक्यमस्ति उक्तमस्ति तद् वचनं वर्ड्स् सेण्टेन्सेस् वाट् वास् स्पोकन्. कथनम् इति कथनम् इति कथयति इति यत् अस्ति कथयति तदेव. उद्धरणम् इति इत्युक्ते उद्धरणं क्रियते इत्यादीनाम् उद्धरणं क्रियते. एतदेव अभवत् इति यथा अस्ति तथैव वक्तुम् इच्छामः. श्रीकृष्णः उक्तवान् किम् इति उक्तवान् तत्र यथा अस्ति तथैव वयं वक्तुम् इच्छामः. उद्धरणम् इत्युक्ते कोटेशन् कोट् कर्तुम् इच्छामः. तस्मिन् समये इति पदस्य प्रयोगः भवति. इति पदेन उद्धरणं कर्तुं शक्नुमः. वचनं वा सन्देशः इति तत्र भेदः अस्ति वा. सन्देशः अपि कथनम् अथवा वचनं सन्देशः किमस्ति सन्देशः उपकारः उपकार वचनं सन्देशः अन्यत् कोऽपि वदति वा सन्देशः इत्युक्ते किम् अस्ति इति. नीतिसन्देशः मेसेज् इति सन्देशः इति मेसेज् अस्ति. मेसेज् यथा तत्र तत्र सन्देशः एकः महाराजा अस्ति सः दूतं प्रेषयति खलु एतं सन्देशं तत्र गत्वा वदतु इति. तत्र दूतः किं करोति महाराजा उक्तवान् इति सन्देशम् उक्त्वा इति महाराजा उक्तवान् इति तादृश भवति तत्र इति. तत्र नियमः किं तत्र इति पूर्वं यद् भवति तत्र वचनं वा कथनं वा सन्देशः वा किमपि तत् प्रथमतया वक्तव्यं तदनन्तरम् अन्ते इति वक्तव्यम्. तत्र अर्जुनः अवदत् सीदन्ति मम गात्राणि इति. तद् समीचीनमस्ति, किन्तु इति सीदन्ति मम गात्राणि अर्जुनः अवदत् तद् सम्यक् नास्ति. इति सन्देशस्य अन्ते अथवा वचनस्य अन्ते भवितव्यं, सः एव नियमः. अन्यत् अन्यनियमः तत्र किमपि नास्ति. इति इति अस्तु. परन्तु सर्वदा एकवचने एव अस्ति, सारि प्रथम प्रथमविभक्त एव भवति महोदय, अन्यविभक्तौ नास्ति सर्वत्र. इति तु अव्ययम् अस्ति, प्रथमविभक्त एव भवति, भवति न मुह्यन्ति इति, मुह्यन्ति इति अथवा सखि सखा इति, प्रभवः इति, सर्वदा भवति इति इति तस्य विशेषणमस्ति. प्रथमविभक्त एव भवति. एकनिमिषं वदतु वदतु भगिनि. तृतीया कर्मणि प्रयोगस्य तृतीया विभक्तिः अपि भवितुम् अर्हति अर्हति इति. नो, तत्र महोदय अव्ययम् इति पदं तु अव्ययं, किन्तु महोदय तत्र पश्यामः द्वितीयवाक्यं, योगक्षेमं वहाम्यहम् इति श्रीकृष्णः अवदत्. तत्र श्रीकृष्णः किम् अवदत् इत्युक्ते तत्र योगक्षेमं वहाम्यहम् इति तत्र कर्मपदम् इव भवति खलु. तत्र वहाम्यहम् इति कृष्णः इति कृष्णः तत्र कृष्णस्य अन्वयः भवति किल महोदय. श्रीकृष्णः किम् अवदत् न महोदय? अहम् इदानीं जनार्दन हेगडे महोदयस्य भाषापाकः अस्ति तत्र इति शब्दप्रयोगः अस्तु अस्तु तत्र अस्ति तत्र अस्ति. प्रथम एकम् अस्तु महोदय पठामि. अत्र एक अंशः लक्षितः स्यात् भवता इति शब्देन यः परामृश्यते सः प्रथमाविभक्त्यन्तप्रयुक्तः, तम् एव द्वितीयान्तविभक्तं यदा वदामः तदा इति शब्दः न प्रयुज्यते. यथा जन्मभूमिं जननीम् इति भावयति सः इति तत् जननीम् इति तत् असाधु. जननी इति जन्मभूमिं जननी इति भावयति, अतः जन्मभूमिं जननी भावयति सः, अथवा जन्मभूमिं जननी इति भावयति, अथवा जन्मभूमिः जननी इति भावयति सः. अस्तु महोदय अस्तु. जन्मभूमिं जननी इति अथवा जन्मभूमिः जननी इति अथवा जन्मभूमिं जननीं भावयति सः, तत्र इति अत्र इति प्रयोगं नास्ति. अस्तु महोदय. इति सर्वदा एतदस्ति 63 64 अस्तु अस्तु धन्यवादः. अस्तु अस्तु धन्यवादः. हा अस्तु अस्तु 63 64 अस्तु जन्मभूमिं जननीं भावयति सः इति. अस्तु समीचीनं महोदय. अस्तु अत्र प्रमाणं किं किमपि अस्ति. अस्तु हा अस्तु महोदय धन्यवादः. हा अस्तु अतः तत्र अत्र भेदः अस्ति तत्र एव इति सप्तभिः विभक्तिभिः युक्तेषु वाक्येषु भवति, किन्तु अत्र इति तु केवलं प्रथमविभक्ति युक्तेषु युक्तेषु वाक्येषु एव भवति. अस्तु समीचीनं महोदय. अस्तु हा तत्र वाक्ये तु अन्यत् किमपि सप्तमविभक्ति विभक्त्यन्तं पदं भवेत्, हा तत्र ग्रामे रमेशः अहं गच्छामि इति अवदत् तत् तद् भवति, किन्तु अस्तु अस्तु महोदय तत्र किञ्चित् भेदः अस्ति, विशेषः अस्ति. सत्यं सत्यं महोदय. अस्तु हा धन्यवादः. तत्र भाषापाकः तु बहु समीचीनमेव अस्ति. हा तत् उपयोगकरमपि अस्ति अस्मिन् सन्दर्भे. हा धन्यवादः महोदय. हा अस्तु तत् समीचीनमस्ति. अग्रे हा इदानीं समयः जातः. अग्रे अग्रे किं भवति यत् इति अस्ति तदपि अव्ययं तदनन्तरं चतुर्दिवसः विषयः भवति. अस्तु अग्रिम सप्ताहे आगच्छन्ति वा सर्वे अथवा न? अहम् आगच्छामि. भवान् आगच्छति? महोदय अस्तु अस्तु अतः वर्गः भवति. अस्तु केवलम् एकवारं पृष्टवान्. अस्तु अस्तु तर्हि अस्तु तर्हि अग्रिमवर्गे अग्रिमभानुवासरे अथवा मेलिष्यामः मेलिष्यामः. सर्वेभ्यो नमः. धन्यवादाः. धन्यवादः. किं भगिनि? आगामि.